सत्त्वं सुखे संजयति रजः कर्माणि भारत ज्ञानम् आवृत्य तु तमः प्रमादे संजयत्युत रजस्तमाशा विभूय सत्त्वं भवति भारत रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा सर्वद्वारेषु देहेऽस्मिन् प्रकाशा उपजायते ज्ञानम् यदा तदा विद्यात् विवृद्धम् सत्त्वमित्युत लोभः प्रवृत्तिरारभ्य कर्मणामशमाश्रिया रजस्येतानि जायन्ते विवृद्धे भरतर्षभा।